नमस्कारः, स्वागतम्। न्यायशास्त्रचिन्तनवर्गे चिन्तनवर्गे सर्वेषां स्वागतम्। अद्यतनविषयः अस्ति लिङ्गपरामर्शः इति। तर्हि 3-200 पुटे अन्वयव्यतिरेकीहेतुः हेतुः इति प्रश्नः, तत्र रमप्रिया भगिनी पठति वा? द्वौ हेतुगुणौ। आम् महोदय, द्वौ हेतुगुणौ प्रागुप्तौ, तत्र पक्षधर्मता भवति एकविधा एव। व्याप्तिस्तु द्विविधा, एका अन्वयव्याप्तिः, अपरा व्यतिरेकव्याप्तिः। कश्चित् हेतुः उभय आश्रयो भवति, कश्चित् एकैकस्याः एव आश्रयः। तेन च हेतोरपि त्रैविध्यं भवति। तदेव सम्प्रत्याह लिङ्गं त्रिविधम् इति। अस्तु, अत्र अन्वयव्यतिरेकहेतुः इति इत्यस्मिन् विषये अस्ति। तत्र वयं हेतुगुणौ द्वौ इति पूर्वमेव दृष्टवन्तः। एकमस्ति एका अस्ति पक्षधर्मता, अनन्तरं व्याप्तिः इति द्वितीया इति दृष्टवन्तः। तत्र एका पक्षधर्मता, व्याप्तिस्तु द्विविधा अस्तु। तत्र एका अन्वयव्याप्तिः, अपरा व्यतिरेकव्याप्तिः। अस्मिन्नेव व्याप्तिः इत्यस्य एव विभजनम् अन्वयव्याप्तिः व्यतिरेकव्याप्तिः इति कृतवन्तः, किल? पक्षधर्मता एका एव, व्याप्तिः द्विविधा, अन्वयव्याप्तिः व्यतिरेकव्याप्तिः। तत्र कश्चित् हेतुः उभय आश्रयो भवति। हेतुः उभय आश्रयो इत्युक्ते अन्वयव्याप्तिः अपि भवितुम् अर्हति, व्यतिरेकव्याप्तिः अपि भवितुम् अर्हति। कश्चित् एकैकस्य एव आश्रयः, एकैकस्याः एव आश्रयः। कश्चित् तु अन्वय वा व्यतिरेकव्याप्तिः वा भवति। अतः एव हेतुः त्रैविध्यम् इत्युक्ते अन्वयव्याप्तिः व्यतिरेकव्याप्तिः वा अन्वयव्यतिरेकव्याप्तिः इति त्रिविधम्। तत्र व्याप्तिः कुत्र अस्ति, तादृशव्याप्तिः, व्याप्तयः? व्याप्तयः अस्मिन् अस्माकं यत्र यत्र धूमः तत्र तत्र वह्निः, तदेव व्याप्तिः किल महोदय? तत्र व्याप्ति आश्रयः कः? कश्चित् हेतुः उभयाश्रयो भवति इति अस्ति खलु? ओ, हेतौ कुत्रचित् अन्वयव्याप्तिमत्, कदाचित् व्यतिरेकव्याप्ति, अपर उभयाश्रयः। हेतोः त्रैविध्यम्, हेतोः त्रैविध्यम्। केचन हेतवः अन्वयव्याप्तिं व्याप्ति किं व्याप्त्याश्रयः, अपरः व्यतिरेकव्याप्त्याश्रयः, भिन्नः उभयाश्रयः इति त्रिविधम्। हेतोः त्रैविध्यम्, हेतोः त्रैविध्यम्, अपि च लिङ्गस्य त्रैविध्यम्। अत्र लिङ्गः हेतुः एव, हेतुः एव। आम्, तद्वयं पूर्वं पठितवन्तः किल, अन्वयव्याप्तिः इति, अन्वयसहचारः, व्यतिरेकसहचारः इति, तदेव किल अन्वयव्याप्तिः व्यतिरेकव्याप्तिः इत्यपि? सत्यं सत्यं, सहचारः साक्षात् नास्ति किन्तु शैली तथा अस्ति। तत्र अन्वयसहचार किं धूमः अस्ति चेत् वह्निः अस्ति इति अन्वयसहचारः, वह्नि नास्ति चेत्, वह्नि अभावः अस्ति चेत् धूमाभावः इति व्यतिरेकसहचारः। सहचारव्यभिचारवादि न स्मरामि, किन्तु व्यतिरेकव्याप्तिः तत्र अस्तु अग्रे कृपया स्थूलक्षरैः लिखितं तत्र वाक्यं वदामि. तत्र प्रायः 1, 2, 3, 4 वाक्यचतुर्थम् अस्तु. लिङ्गं त्रिविधम्, अन्वयव्यतिरेकी, केवल अन्वयी, केवलव्यतिरेकी च इति. अन्वयेन व्यतिरेकेण च व्याप्तिमत् अन्वयव्यतिरेकी यथा वन्नौ साध्ये धूमवत्वम्. अस्तु, लिङ्गं त्रिविधं हेतुः एव, हेतुः लिङ्गं समानार्थकौ. तत्र अन्वयव्यतिरेकी प्रथमविधं, केवल अन्वयी द्वितीयविधं, केवलव्यतिरेकी तृतीयविधम् इति लिङ्गम्. अन्वयव्यतिरेकी अस्तु. अन्वयेन व्यतिरेकेण च व्याप्तिमत् अन्वयव्यतिरेकी, अन्वयव्यतिरेकी इति इनि प्रत्ययः. अन्वयव्यतिरेकी इति कृतम् अस्ति लिङ्गम् अस्तु. नपुंसकलिङ्गं, नपुंसकलिङ्गं अन्वयव्यतिरेकी ह्रस्वम्. अन्वयेन व्यतिरेकेण च व्याप्तिमत् अन्वयव्यतिरेकी इति तस्य व्याप्तिमत् किम्, व्याप्तिमत् किम् अस्ति? व्याप्तिमत् अस्ति लिङ्गं वा? व्याप्तिमत् लिङ्गम् अस्तु. अन्वयेन व्यतिरेकेण च व्याप्तिमत् यद् लिङ्गं, तत् लिङ्गं, तत् लिङ्गस्य नामकरणम् अन्वयव्यतिरेकि. अस्तु, अन्वयव्यतिरेकी इत्यस्य लक्षणम् अस्ति अन्वयेन व्यतिरेकेण च व्याप्तिमत् अन्वयव्यतिरेकी इति. अस्तु, उदाहरणमस्ति यथा वर्णौ साध्ये धूमवत्वम्. यदा वयम् इदानीं दृष्टवन्तः तत्सत्त्वे तत्सत्त्वम् इति वर्णौ साध्ये धूमवत्वम्. यदा साध्ये वह्निः अस्ति, धूमवत्वात् इति हेतुः अस्ति धूमवत्वं. तदेव किल वह्नौ साध्ये. अस्तु अस्तु, वह्नौ साध्ये सप्तमी. कीदृशी सप्तमी? ओ अस्तु, सति सप्तमी. यदा वन्नौ साध्ये सति तदा धूमवत्वं. साध्ये साध्यम् अस्ति चेत् तदा धूमवत् तस्य कारणमस्ति धूमः, धूमवत्वात्. हेतुवाक्यमस्ति खलु धूमवत्वात्. आम्, हेतुवाक्यम्. एतदेव अन्वयव्यतिरेकी प्रथमविधस्य उदाहरणमस्ति. अग्रे साधु, अग्रे अग्रे अग्रिमवाक्यं. यत्र धूमः तत्र अग्निः, यथा महानसम् इति अन्वयव्याप्तिः. द्वितीयम् अस्ति अन्वयव्याप्तिः. तत्र उदाहरणं न द्वितीयं, तद् तस्य विवरणं. ओ ओ, तस्य एव विवरणं, क्षम्यताम्. आमामाम्, अत्र प्रथमहेतौ व्याप्तिमद्वयमस्ति खलु, अन्वयव्यतिरेकेण च व्याप्तिमत्, अन्वयव्याप्तिमत् अपि च व्यतिरेकेण व्याप्तिमत्, व्यतिरेकव्याप्तिमत्. अत्र वर्गे किम् उक्तम्, अत्र व्यतिरेकि व्याप्तिः इति न, व्यतिरेकव्याप्तिः. अन्वयव्याप्तिः व्यतिरेकव्याप्तिः आम् किन्तु लिङ्गविषये अन्वयव्यतिरेकिलिङ्गम् इति उच्यते यत्र धूमः तत्र अग्निः यथा महानसम् इति अन्वयव्याप्तिः तद् वयं बहुवारं दृष्टवन्तः अन्वयव्याप्तिः इत्युक्ते यत्र धूमः तत्र यत्र यत्र धूमः तत्र तत्र अग्निः यथा महानसम् इति अन्वयव्याप्तिः यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेकव्याप्तिः इदानीमेव व्यतिरेकव्याप्तिः अन्वयव्याप्तिः समाप्तम् अनन्तरं व्यतिरेकव्याप्तिः यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति तदेव नास्तित्वम् अत्र यत्र वह्नि नास्ति तत्र धूमः नास्ति उदाहरणवाक्यमस्ति यदा महाह्रदं तत् हृदः इति स्त्रीलिङ्गपदं किल हृदः तत्र विसर्गलोपः इति अस्ति खलु महाहृदः इति व्यतिरेकव्याप्तिः इदानीं तर्हि अस्मिन् उदाहरणे बहुवारं दृष्टम् अस्माभिः अन्वयव्याप्तिः अपि अस्ति व्यतिरेकव्याप्तिः अपि अस्ति अत्र किञ्चित् वर्गे उक्तं वदामि तत्र अत्र ये व्याप्तिवाक्यम् अस्ति यत्र धूमः तत्र अग्निः तादृश यद्व्याप्तिः अस्ति तद्व्याप्ति इत्यस्य लक्षणं नास्ति तस्य व्याप्तिप्रतिपादकं वाक्यमिति उच्यते न तु व्याप्तेः लक्षणं व्याप्तेः लक्षणं तु पूर्वं पठितं खलु साध्य अभावादिकरणवृत्तिनिरूपित अभावमत् अभावाश्रय तत्र तत्र तदस्ति लक्षणवाक्यम् अत्र व्याप्तिप्रतिपादकं वाक्यं यत्र यत्र एकः तत्र तत्र अपरः तत् तत् शैली यदस्ति व्याप्तिप्रतिपादकं वाक्यम् इति उच्यते अपि च एतादृशप्रयोगः तत्र बौद्धचिन्तनमस्ति खलु बौद्धचिन्तनं बुद्ध तदस्ति तदस्ति भिन्नचिन्तनं तेषां मतम् एवमस्ति यत्र कार्यकारणभावः अस्ति तत्र एव अनुमितिः जायते अनुमितिः भवितुम् अर्हति इति यत्र कार्यकारणभावः अस्ति तत्र एव तदा एव अनुमितिः अनुमितियोग्यः किन्तु न्यायशास्त्रे व्यापकभावः अस्ति चेत् अपि अनुमितिः जायते कार्यकारणभावः न सर्वथा आवश्यकः इति अस्ति लक्ष्मी भगिनि साधु वा आं महोदय एकवारं वदतु कृपया अहं वदामि वा अस्तु बौद्धचिन्तने प्रतिपादक वाक्यं किमस्ति तत् लक्षणवाक्येन भिन्नम् अस्ति वा व्याप्तिलक्षणं तु साध्य अभावाधिकरणवृत्तित्व अभावाश्रय अभाव किम् अभाव अभाव अभावः धूमे अस्ति इति अस्ति अस्ति खलु 184 तमे पुटे साध्य अभावाधिकरणवृत्तित्व अभावः हेतौ अभाववान् हेतुः इति आसीत् तत् लक्षणं तत्रापि भिन्न भिन्न अग्रे अग्रे दृश्यामः अत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिप्रतिपादकं वाक्यम् इति उच्यते अपि च अत्र यत्र यत्र धूमः तत्र तत्र वह्नि अत्र कः व्याप्यः कः व्यापकः अत्र धूमः व्याप्यः वह्नि व्यापकः तर्हि व्यतिरेकव्याप्ति वाक्यं किम् अस्ति विपरीतमस्ति तत्र यत्र वह्निः नास्ति तद् धूमः अपि नास्ति इति. तत्र प्रथमं व्यापकः, यदि व्यापकः नास्ति तत् तथा व्याप्यः अपि नास्ति. यत्र वह्नि अभावः तत्र धूमोभावः इति व्यतिरेकव्याप्तिप्रतिपादकं वाक्यं. तत्र व्याप्यः कः, व्यापकः कः? यत्र व्याप्तिः तत्र यत्र वह्निः, यत्र धूमः तत्र अग्निः इति. तत्र व्याप्यः धूमः, व्यापकः अग्निः. विपरीतदिशि, विपरीतदिशि प्रथमं व्यापकः अनन्तरं व्याप्यः. यत्र वह्नि अभावः तत्र धूमाभावः इति वाक्यं. तत्र कः व्याप्यः? यत्र व्यापक अभावः तत्र व्याप्य अभावः. तर्हि वह्नि अभावः कः, व्याप्यः वा व्यापकः, व्यापकः वा? व्यापक अभावः. किन्तु व्याप्यः वह्नि अभावः, व्याप्यः. पश्यतु, यत्र धूमः तत्र वह्निः, धूमः व्याप्यः, वह्निः व्यापकः इति भवत्या उक्तं, सम्यक् उक्तं. यत्र वह्नि अभावः तत्र धूमोभावः, अस्मिन् वाक्ये कः व्याप्यः? अस्मिन् वाक्ये महोदय सर्वदा वह्निः एव व्यापकः, धूमः एव व्याप्यः खलु, तथा नास्ति? न, अस्मिन् वाक्ये वह्नि अभावः व्याप्यः. ओ अस्तु, वह्नि अभावः इति भिन्नपदार्थः वह्नेः अपेक्षया. अतः वह्नि अभावः व्यापकः, धूम अभावः वह्नि अभावः व्याप्यः, धूम अभावः व्यापकः. अस्ति. ओ अस्तु, तर्हि कामन् शैली किम् अस्ति? यत्र व्याप्यः तत्र व्यापकः इति सामान्यशैली अस्ति. तथैव वक्तव्यम् इति नियमः अस्ति. कुमारीलभट्टः इति एकः नैयायिकः अस्ति, सः तस्य एकः किमस्ति, तस्य नियमः अस्ति. एवं यत्र व्याप्यः, प्रथमं व्याप्यस्य विवरणं, तत्र व्यापकः इति वक्तव्यम्. यः व्यापकः तस्य अधिकदेशवृत्तिः अस्ति खलु. पूर्वं तत्र चेस् बोर्ड् दृष्टवन्तः खलु तत्र. तर्हि वह्नि अभावः तस्य न्यूनदेशवृत्तित्वम्. अस्तु, तर्हि वह्नि अभावः व्याप्यः, धूमोभावः व्यापकः. यत्र यत्र व्याप्यः तत्र व्यापकः इति तथैव लेखनीयम्. अस्तु, कुमारीलभट्टस्य मतम् अस्ति. अपि च तेन सैड् बार् वर्गे उक्तं, कुमारीलभट्टेन भट्टमहोदयेन उक्तम्, अन्वये साधनं व्याप्यं, साध्यं व्यापकम्. अन्वये अन्वयव्याप्तिविषये साधनं कः? साधनं व्याप्यं, साधनं व्याप्यं, आम् साधनं व्याप्यम्. आम् किं तत्? धूमः अथवा सामान्यविषये, सामान्य स्थित्यां हेतुः, हेतुः. उदाहरणे धूमः, सामान्यस्थले साधनं हेतुः खलु. आमाम्, अन्वये साधनं व्याप्यं, साध्यं व्यापकं. साध्यं किम्? साध्यम् अग्निः, वह्निः साध्यं, साध्य खलु. अन्वये साधनं व्याप्यः, व्याप्यं, साध्यं व्यापकं. व्यतिरेके साधन अभावः व्यापकः, साध्याभावः व्याप्यः. ओके, साधन अभावः साधनाभावः व्याप्यः व्यापकः धूमोभावः ओ अस्तु साध्यभावः साधन साध्यं तस्य तत् तस्य परिवर्तनं न भवति एव तत् सर्वदा साधनं धूमः एव अथवा हेतुः एव अतः साधनाभावः व्यापकः साध्यभावः व्याप्यः सत्यं सर्वदा हेतुः धूमः एव अन्वयव्यतिरेके वा धूमः हेतुः हेतुः धूमः एव एकत्र तस्य अभावः एकत्र धूमस्य अभावः एकत्र भावः एकत्र अभावः अस्तु किन्तु यत् यत् व्याप्यः व्यापकः इति मन्यते तस्य संज्ञा परिवर्त्यते किमर्थं चेत् न्यूनदेशे वृत्तित्वं दृष्ट्वा व्याप्यव्यापकः व्याप्यः कः व्यापकः कः इति तस्य परिवर्तनं भवति सर्वदा साध्यः साधकः समानमेव हेतुः साधनं साध्यः यत्किमपि अस्ति तस्य साध्यः अस्तु पुनः वदामि यत्र धूमः तत्र वह्नि इति अन्वयव्याप्तिः यत्र वह्नि अभावः तत्र धूमोभावः इति किम् व्यतिरेकव्याप्तिः पुनः यत्र धूमोभावभावः ओ तत्तु धूमो अभावभावः इत्युक्ते यत्र धूमः इति भवति अतः धूमो अभावभावः पुनः व्याप्यः तत्र वह्न्यभावभावः इति आं तत्र वह्नि अभावभावः तद् व्यापकः किमर्थं मया उक्तम् इति अग्रे आगच्छति तदर्थम् उक्तम् द्विवारम् अभाव अभावस्य वदनेन पुनः तदेव आगच्छति तर्हि अत्र शैली पश्यतु यत्र धूमः तत्र वह्निः तर्हि यत्र वह्नि अभावः तत्र धूमोभावः पुनः यत्र धूमोभावभावः तत्र वह्न्यभावभावः यत् यत्र व्याप्यः यत् तत्र व्यापकः दे केन् चेञ्ज् प्लेसस् अभावस्य योजनेन स्थानपरिवर्तनं भवितुमर्हति अभावपदस्य योजनेन यः व्याप्यः अस्ति व्याप्यः आसीत् सः व्यापकः भवति यः व्यापकः आसीत् सः व्याप्यः भवितुमर्हति खलु समाप्यते भगिनि साधु आं महोदय अग्रे लक्ष्मी भगिनी पठतु अन्वय तर्हि प्रथम लिङ्गः इदानीम् उक्तम् अन्वयव्यतिरेकिमत् अन्वयव्यतिरेकि व्याप्तिः व्याप्तिमत् लिङ्गं तत् प्रथमलिङ्गम् खलु इदानीम् अग्रे द्वितीयं किम् समीचीनं महोदय पठामि वा द्वितीयम् अग्रे द्वितीयम् अत्र प्रमेयत्व अभिधेयत्व तस्मात् पूर्वम् अन्वयमात्र अन्वयमात्रव्याप्तिकं केवलम् अन्वयी यथा घटो अभिधेयः प्रमेयत्वात् पटवत् अन्वयमात्रव्याप्तिकम् अन्वयमात्रव्याप्तिकम् इत्युक्ते अन्वयवाक्यमस्ति यत्र धूमः तत्र अग्निः तदुदाहरणम् अभवत् इदानीं नूतनलिङ्गं केवल अन्वयिलिङ्गम् ओ अस्तु द्वितीयं लिङ्गं केवलम् अन्वयी पूर्वं किम् अभवत् अन्वयव्याप्तिः ओ अस्तु अन्वयव्याप्तिः व्यतिरेकव्याप्तिः पुनः केवल अन्वयी इति तृतीयविधं वा तृतीयविधम् किमस्ति लिङ्गं त्रिविधम् अस्तु एकत्र केवल अन्वयी केवलव्यतिरेकी अन्वयव्यतिरेकी किन्तु प्रथमम् अन्वयव्यतिरेकी व्याप्तिमध्ये लिङ्गं तस्य विवरणम् इदानीं कृतम् यस्मिन् उदाहरणे अन्वयव्यतिरेकी इत्युक्ते यत्र धूमः तत्र अग्निः यत्र यत्र वह्निर्नास्ति तत् भूमोपि नास्ति इति अन्वयव्यतिरेकी इति भवान् वदति सत्यं तस्मिन् उदाहरणे धूमवह्नि उदाहरणे अन्वयव्याप्तिवाक्यमपि अस्ति व्यतिरेकी वाक्यमपि अस्ति अस्तु तर्हि तादृशलिङ्गः तादृशहेतुः अन्वयव्यतिरेकीव्याप्तिमत् तत्र अन्वयव्याप्तिः अपि अस्ति व्यतिरेकव्याप्तिः अपि अस्ति वाक्यं द्विविधं वक्तुं शक्नुमः यत्र धूमः तत्र अग्निः यत्र वन्याभवः तत्र धूम इति वक्तुं शक्नुमः तथा सर्वत्र तथा नास्ति केषुचित् उदाहरणेषु द्वैविध्यं न भवति इति अग्रे द्रक्ष्यामः अस्तु अस्तु अधुना समीचीनं कुत्रचित् केवल अन्वयी कुत्रचित् केवलव्यतिरेकी अस्तु अस्तु अस्तु अधुना समीचीनम् अधुना अवगतं सो अन्वयं मात्रव्याप्तिकं केवल अन्वयी यत्र एकः एव वाक्यं भवति यत्र यत्र व्याप्यः तत्र व्यापकः इति एकः एव वाक्यं भवति यथा घटो अभिधेयः प्रमेयत्वात् पटवत् इत्युक्ते प्रायः तस्य घटो अभिधेयः घटः एव खलु पटवत् कथं भवति इति तत् पटवत् पटवत् यथा पटो अभिधेयः सः पटः तत्र अस्ति खलु इत्युक्ते यथा घट यत्र यत्र घटाभिधेयः घटः पटाभिधेयः पटः तादृशं वा पश्यतु पूर्वं यत्र धूमः तत्र वह्निः यथा किम् ओ यथा महानसं महानसमिति अन्वयव्याप्तिः यथा महानसमिति अन्वयव्याप्तिः तत्र महानसवत् इति चिन्तयतु महानसवान् आं महानसवत् अस्तु महानसवत् तथा अत्र शैली अस्ति यथा घटोभिधेयः प्रमेयत्वात् पटवत् अत्र अस्मिन् वाक्ये पक्षः कः साध्यः कः हेतुः कः अस्तु यत्र सम्पूर्णवाक्यं भवति यत्र यत्र घटाभिधेयः तत्र घटः यथा प्रमेयत्वात् पटवत् इति तदेव सम्पूर्णवाक्यं खलु पुनः वदतु पक्षः कः पक्षः अत्र घटः साध्यः कः पक्षः घटः हेतुः अपि हेतुः अभिधेयः घट अभिधेयः अत्र साध्यं घटः साक्षात् घटः खलु पक्षः घटः साध्यः अस्मिन् वाक्ये साध्यः घटाभिधेयः यथा पूर्वं पर्वतो वह्निमान् धूमवत्वात् यथा महानसवत् पर्वतो वह्निमान् धूमवत्वात् महानसवत् तथा अत्र वाक्यमस्ति घटः पर्वतः इव पक्षः च भवत्या उक्तं साध्यः अभिधेयः हा साध्यः हेतुः घटवत् न धूमवत्वात् इति उक्तं खलु पूर्वं धूमवत्वात् पञ्चमी अस्ति अत्र पञ्चमी किम् अस्ति अत्र प्रमेयत्वात् प्रमेयत्वात् पञ्चमी तस्य प्रातिपदिकं प्रथमाविभक्ति एकवचनं प्रमेयः न प्रमे प्रमाः प्रमा अस्ति चेत् प्रमायाः इति भवति प्रमेयः अस्ति चेत् प्रमे किं प्रमेयः चेत् प्रमेयात् इति भवति अत्र प्रमेयत्वात् तर्हि किं प्रमेयत्वः न प्रमेयत्वाः न प्रमेयत्वं प्रमेयत्वं प्रमेयत्वं प्रमेयत्वं प्रमेय प्रमेयता इति वक्तुम् अर्हति खलु कीदृशप्रत्ययः सुन्दरता सौन्दर्यं सुन्दरत्वं तथा प्रमेयत्वं प्रमेयत्वम् इति हेतुः यथा पर्वतो वह्निमान् धूमवत्वात् महानसवत् समानवाक्यं घटः पक्षः अभिधेयः घटाभिधेयः प्रमेयत्वात् प्रमेयत्वं हेतुः पटवत् यथा पटः पटः अपि तथा खलु पर्वतो वह्निमान् यथा महानसवत् इति वाक्यं भवति वा महानसवत् इति वदनेन यथा न आवश्यकः खलु महानसवत् महानसमिव वत् अत्र महानसवत् अत्र वत् इति प्रत्ययः तस्य योजनेन इव इति अर्थः अस्ति खलु इव पटः इव पटवत् तत्र सम्पूर्णवाक्यं किं भवति पर्वतो वह्निमान् यथा तस्य आवश्यकं नास्ति अत्र यथा पटः अथवा पटवत् समानमर्थम् अर्थं समानम् प्रमेयत्वात् यथा पटः एकनिमिषं महोदय पर्वतो वह्निमान् धूमवत्वात् यथा महानसवत् महानसं यथा महानसम् वत् वत् इति प्रत्ययस्य अर्थद्वयमस्ति एका तु घटवत् भूतलं घटवत् तर्हि घटयुक्तम् इति अपरः अर्थः अस्ति घटः इव घटवत् पात्रं घटवत् घटः इव वत् हस् टु मीनिङ्ग् एकः एण्ड् औट् वित् एकः अस्ति लैक् खलु इव अपि अर्थः अस्ति पटवत् पटः इव इति अर्थः अस्ति वत् वत् इति प्रत्ययस्य अर्थद्वयमस्ति खलु अस्ति वा किमर्थम् एकनिमिषं महोदय अत्र यथा घटो अभिधेयः प्रमेयत्वात् पटवत् इति तत्र तस्य वाक्यस्य अर्थः कः अस्ति अत्र प्रथम यथा इति यथा इति प्रथमपदस्य अर्थः अस्ति केवल अन्वयी इति कुत्र तादृश अस्ति तस्य उदाहरणं यथा एक्साम्पल् आफ् केवल अन्वयी यथा घटः अभिधेयः प्रमेयत्वात् पटवत् पटवत् इत्युक्ते पटः इव जस्ट् लैक् पटः पटः नास्ति खलु घटः पटः नास्ति खलु किमर्थं एतत् सत्यं नास्ति खलु इति मम मनसि भ्रमः अस्ति अस्तु वदामि यत्र घटः अस्ति घटस्य प्रमेयः भवति खलु घटस्य ज्ञानं भवति घटस्य ज्ञानं भवति चेत् तस्य नामकरणम् अभिधेयः इत्युक्ते नामकरणम् अभिधातुं योग्यः, शब्देन वक्तुं योग्यः. We can give it a name, nameable. अस्तु. तत्र अस्य वर्गेण वर्गे आङ्ग्लभाषा भाषया उक्तं वाट् इस् नोवबल् इस् नेमबल्. ओ अस्तु. अस्तु. घटः नामकरणयोग्यः. किमर्थं? प्रमेयत्वात्. वि केन् नो घटः प्रमेयज्ञानस्य विषयः भवितुम् अर्हति. घटं ज्ञातुं शक्नुमः तर्हि तस्य नामं दातुं शक्नुमः, एषः घटः इति. साधु. अस्तु. घटः नाम दातुं योग्यः. किमर्थं? प्रमेयत्वात्. घटः प्रमेयः. ऐ केन् नो घटः. तस्मात् एषः घटः इति वक्तुं शक्नोमि. यथा पटः, पटस्य प्रमेयः ज्ञानं भवति चेत् ओहो एषः पटः अथवा एषः पुस्तकं किमपि. एतत् पुस्तकं पटः एकम् उदाहरणम्. अस्तु. अधुना अवगतम्. अहं केवलं यत्र यत्र धूमः तत्र तत्र अग्निः इति तादृशमेव चिन्तितवती, अतः भ्रमः जायते, प्रथमः भ्रमः जातः. तथा वक्तुं शक्नुमः. केवलं तत्र किं पक्षः, कः पक्षः, कः किं, कः हेतुः, कः साध्यः, किम् उदाहरणं, समानमस्ति. घटो अभिधेयः पर्वतो वह्निमान् धूमवत्वात् महानसवत् समानम्. तस्य अर्थः अत्र घटः पक्षः अभिधेयः अभिधेयः साध्यः अभिधेयः साध्यः प्रमेयत्वात् इति हेतुः पटवत् इति दृष्टान्तः खलु. हा एक्साक्ट्लि तथा एव. अतः प्रमेयत्वम् इति हेतुः न प्रमेयत्वात्. प्रमेयत्वात् पञ्चमेति हेतुः. भवतः सम्यक् उक्तं, तथैव अस्ति. अस्तु. किञ्चित् वद, वर्गे किम् उक्तं? प्रमेयत्वम् इत्युक्ते प्रमायाः विषयः भवितुम् अर्हति यत्. यस्य यः प्रमायाः विषयः भवति तस्मिन् प्रमेयत्वम् अस्ति, नोवबल् इति. अभिधेयत्वं वक्तुं योग्यः, शब्ददातुं योग्यः, नामकरणं कर्तुं योग्यः अथवा वर्बली एक्स्प्रेसबल्. साधु. तर्हि अत्र अत्र यत्र यत्र धूमः तत्र वह्नि तादृशवाक्यं कथं भवति? पुनः वदतु महोदय. यत्र यत्र व्याप्यः तत्र तत्र व्यापकः तादृशवाक्यम् अस्मिन् उदाहरणे कथं भवति? यत्र यत्र प्रमेय यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयः अभिधेयत्वम् अभिधेयत्वं सम्यक् नास्ति. यत्र प्रमेय यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वं, यत्र यत्र हेतुः तत्र तत्र साध्यः. इदानीं रामप्रिया भगिनी बुद्धम्? आं महोदय. हेतुः साध्यः. आम् अस्तु. यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम् इति अन्वयव्याक्यमस्ति खलु, अन्वयव्याप्तिवाक्यम्. अस्य व्यतिरेकव्याप्तं व्याप्तिवाक्यं कथं भवति? यत्र यत्र यत्र अभिधेयत्वं नास्ति इति भवति किल व्यतिरेकः. सत्यम्. अभावः अभिधेयत्व अभावः तत्र तत्र प्रमेयत्व अभावः इति भवितुमर्हति वा? अभिधेयत्व अभावः प्रमेयत्व अभावः इति न भवति. सर्वेषां पदार्थानां सामान्यलक्षणम् अस्ति सर्वस्य प्रमेयत्वात्. तत्र अग्रे किं लक्ष्मी भगिनि अग्रिमवाक्यं पठतु. अत्र अत्र प्रमेयत्व अभिधेयत्व अभिधेयत्वयोः व्यतिरेकव्याप्तिः नास्ति सर्वस्यैव प्रमेयत्वात् अभिधेयत्वात् च. अस्तु आम् सर्वेषां पदार्थानां प्रमेयत्वं प्रमेयत्वम् अस्ति अतः अभिधेयत्वमपि अस्ति. सर्वत्र सर्वेषां पदार्थानां सर्वाः पदार्थाः ज्ञानस्य विषयः भवितुम् अर्हन्ति ते तथा ते प्रमेयत्वम् आप्नुवन्ति अतः अभिधेयत्वमपि ते तेषाम् सन्ति अतः व्यतिरेकव्याप्तिवाक्यं न भवति नास्ति तेषां ऐ मीन् अस्मिन् उदाहरणे. कति पदार्थाः सन्ति? कति पदार्थाः? सप्तपदार्थाः इति न्यायशास्त्रे उक्तं खलु. तत्र तत्र अन्तिमं किं तस्मिन् एकः कः? अभावः. अभावः अभावः अपि प्रमेयः अस्ति खलु? आमाम् अस्तु. आम् तर्हि यत्र अभिधेयत्व अभावः तत्र प्रमेयत्व अभावः इति न वक्तुं शक्नुमः यतोहि अभावः अपि प्रमेयः. इवन् दि अब्सेन्स् इस् नोवेबल्. तस्मात् व्यतिरेकव्याप्तिवाक्यं न भवितुम् अर्हति. इवन् अब्सेन्स् इस् नेमेबल् खलु. अभावस्य अपि अभिधेयत्वं भवति. आम् सत्यम्. आम् तस्मात् व्यतिरेकव्याप्तिः अत्र न भवति केवलम् केवलम् अन्वयव्याप्तिमत् लिङ्गः लिङ्गं द्वितीयं लिङ्गं साधु. अस्तु साधु महोदय. लक्ष्मी भगिनी साधु रामप्रिया भगिनी. आं साधु. आं साधु. आम् आम् आं महोदय. तर्हि अग्रे रामप्रिया भगिनी इति नौ द ईज़ी पार्ट् इस् ओवर्. ओ अस्तु अस्तु पश्यामि अवगच्छामि वा इति. मन्दमन्दं गच्छामः किञ्चित् तत्र किञ्चित् जटिल्यम् अस्ति किन्तु मन्दमन्दं गमनेन सम्यक् भवति. अस्तु. व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकी इति तृतीयं. यथा किं महोदय विच्छेदं तत्र भ्योः इतरेभ्यो सवर्णदीर्घ. अस्तु. पृथिवी इतरेभ्यो भिद्यते गन्धवत्वात् यदि इतरेभ्यो न भिद्यते न तद् गन्धवत् यथा जलं न च इयं तथा तस्मात् न तथा इति. अत्र यद् गन्धवत् तद् इतरभिन्नम् इति अन्वय यत् दृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात्. अस्तु. इदानीं तृतीयमस्ति केवलव्यतिरेकी इति व्यतिरेकमात्रव्याप्तिकं. यदा वयम् अन्वयमात्रव्याप्तिकं केवलम् अन्वयी दृष्टवन्तः इदानीं व्यतिरेकमात्रव्याप्तिकं यदस्ति तदेव केवलव्यतिरेकी. अत्र उदाहरणमस्ति पृथिवी इतरेभ्यो भिद्यते गन्धवत्वात्. पृथिव्याः लक्षणमस्ति गन्धवत्वम् इति. अस्तु. इदानीं यथा पृथिवी इदानीं तादृशमेव कुर्मः किल महोदय पक्षः साध्यः. यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्वात् इदानीं पक्षः अस्ति पृथिवी इतरेभ्यो भिद्यते गन्धवत्वात्. गन्धवत्वात् इति प्रायः हेतुः. गन्धवत्वं हेतुः. अस्तु. साध्यः कः भिद्यते इतरेभ्यो भिद्यते इति साध्यः वा? भेदः सः साध्यः. इदानीं तत्र उदाहरणवाक्यं दृष्टान्तः नास्ति, अतः यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्वात्, इतरे यदि इतरेभ्यो न भिद्यते. किमर्थं पुनः यदि न यत् यत् इतरेभ्यो यत् यत् इतरेभ्यो न भिद्यते न गन्धवत् तद् यथा जलम्. इदानीं यथा जलमेव दृष्टान्तः अस्ति किल, न वा? आम् सत्यं सत्यं. परन्तु पूर्वं यत् इतरेभ्यो न भिद्यते, पृथिवी इतरः जलम् इति स्वीकर्तुं शक्नुमः किल, पृथिवी नास्ति तदेव इतर अन्य अस्तु अन्यः अन्यः भिद्यते पृथिवी अन्यः भिद्यते गन्धवत्वात्. आम् तत्तु सत्यम्. यत् इतरेभ्यो न भिद्यते तद् किं किमर्थं न इति दत्तम् अस्ति इदानीं? यत् इतरेभ्यो पृथिवी इतरेभ्यो न भिद्यते, अत्र यत् इति पृथिवी. ओ अस्तु, हा पृथिवी पृथिवी इतरेभ्यो न भिद्यते, पृथिवी इतरेभ्यो न भिद्यते न गन्धवत् न गन्धत्वात् न तत् गन्धवत् अस्तु न तत् गन्धवत् यथा जलम्. पृथिवी इतरेभ्यो न भिद्यते न तत् गन्धवत् यथा जलम्. गन्धवत्वेन न भिद्यते पृथिवी इति स्वीकर्तुं शक्नुमः वा? तथा न, अत्र यत् इतरेभ्यो न पृथिवी इतरभेदः यत्र नास्ति इत्युक्ते किं? यत् क्षम्यतां, पृथिवी इतरेभ्यो न भिद्यते पृथिवी इतरः कः? जलं जलं वा जलं वा किं वायुः वा? यद् इतरेभ्यो न भिद्यते न भिद्यते इत्युक्ते पृथिवी एव किल, पृथिवी इतरेभ्यो न भिद्यते. पृथिवी इतरः कः? जलं वायुः, तस्मात् न भिद्यते. अस्तु अस्तु, हा हा तेभ्यः न भिद्यते इत्युक्ते किं? जलं वायुः एव खलु? यत् पृथिवी इतरेभ्यो न भिद्यते, डबल् नेगेटिव्. यत् पृथिवी इतरः जलं वायु इत्यादि तेभ्यः न भिद्यते, तर्हि ते एव तदेव मम भ्रमः जातः. अस्तु, पृथिवी इतरपदार्थः एव पृथिवी इतरपदार्थः ते न गन्धवत् न तद् गन्धवत् यथा जलम्. सत्यं खलु? तत् सत्यं, तद् अवगतम्. यत् पृथिवी इतरेभ्यो न भिद्यते तर्हि पृथिवी इतरेभ्य पृथिवी इतरपदार्थाः एव ते न गन्धवन्तः. गन्धवत् तस्य किं बहुवचनं किं? गन्धवत् गन्धवतः गन्धवतः मरुत् मरुत् शब्दः एव किल, यथा जलं यथा जलम् इति तथा यथा यत्र प्रतिज्ञावाक्यं हेतुवाक्यं सर्वमासीत् खलु, अत्र तादृशशैली न तद् गन्धवत् यथा जलं न च इयं तथा इति उपनयवाक्यम्. अस्तु एतावत् लक्ष्मी भगिनी बुद्धम्? यथा यत् इतरेभ्यः न भिद्यते तत्र यत् इत्युक्ते पृथिवी इतरः पृथिवी भिन्नपदार्थाः न भिद्यते इत्युक्ते तत्र भेदः नास्ति भेदः नास्ति किन्तु तस्य लक्ष्यार्थः अस्ति किमस्ति महोदय? पृथिवी अपि च इतरः समानमेव, अतः एव भेदः नास्ति खलु? पृथिवी इतरः एव, यथा पूर्वस्मिन् वाक्ये पश्यतु, पृथिवी इतरेभ्यो भिद्यते. पृथिवी इतरेभ्य पदार्थेभ्यः किमर्थं भिद्यते? पृथिव्यां पृथिव्याम् एव गन्धः अस्ति, अन्यत्र नास्ति. तद्गुणगन्धवत्वात् पृथिवी अन्यपदार्थेभ्यः भिद्यते, भिन्नः भेदः अस्ति. दत्वा पृथिवी इस् डिफ्रेण्ट्. अत्र यत् इतरेभ्यो न भिद्यते न तद् गन्धवत् एव अर्थः. अत्र यत्र यत्र तादृशवाक्यं वदामश्चेत् किम् अस्ति शृण्वन्तु, यत्र पृथिवी इतरभेद अभावः तत्र गन्ध अभावः. ओ अस्तु, यत्र पृथिवी इतरभेद अभावः इत्युक्ते एकनिमिषं महोदय, पृथ्वी इतरभेद अभावः पृथ्वी इतरभेदः अभावः इत्युक्ते भेदस्य अभावः खलु पृथ्वी इतरयोः मध्ये? हा, पृथ्वी इतर भेद अभावः, तर्हि पृथ्वी इतरः एव. आम्, तर्हि तत्र तत्र गन्धः अस्ति एव. पश्यतु, आङ्ग्लभाषां वदामि, पृथ्वी इतरः अदर् देन् पृथिवी, साधु. पृथिवी इतरभेदः नाट् बीङ्ग् अदर् देन् पृथिवी. आम्, तस्य अभावः यत्र धूमोभावभावः धूमः एव, अत्र पृथिवी इतरः एव. पृथिवी इतरभेद अभावः इत्युक्ते पृथिवी इतरः एव. आम्, यत्र पृथिवी इतरभेद अभावः, विच् इस् नाट् अदर् देन् पृथिवी, विच् मीन्स् अदर् देन् पृथिवी, तत्र गन्धाभावः. अस्तु, पुनः वदामि, किञ्चित् चिन्तनं भवति. यत्र पृथिवी इतरभेद अभावः सः व्याप्यः, तत्र गन्धाभावः व्यापकः. अस्तु, पृथिवी इतरः एकः पदार्थः इति स्वीकरणीयं. पृथिवी इतरः इति कृत्वा तत्र गन्धवत्वं नास्ति, तत्र गन्धवत्वं नास्ति. यत्र पृथिवीतेरः भेदः अभावः, भेदस्य अभावः एकनिमिषं महोदय, प्रथमं पृथ्वी इतरः यत्र पृथ्वी इतरः तत्र गन्धस्य अभावः, यत्र पृथ्वी इतरभेदः तत्र पृथ्वी इतरभेदः तत्र किं भवति? तत्र पृथ्वी इतरभेदः इत्युक्ते पृथ्वी एव खलु? हा, सत्यं. तादृशभेदस्य अभावः अस्ति चेत् अत्र पृथ्वी इतरः पृथ्वी इतरः जलम् इति स्वीकरोतु. पृथ्वी इतरं जलं, पृथ्वी इतर अभावः क्षम्यतां, पृथिवी इतरभेदः कुत्र अस्ति? जलाद् भिन्नम्. तस्तु तत्तु वायौ पृथिवी अपि अस्ति खलु. पृथिवी इतरभेद अभावः पृथिवी इतरः एव, तत्र गन्धाभावः. इति वदनस्य शैली. वदनशैली यत्र पृथिवी अभावः तत्र गन्धाभावः इति वक्तुं शक्यते. तथा न वक्तुमिच्छन्ति. यत्र पृथिवी यत्र पृथिवी इतरभेदस्य अत्र यदितरेभ्यो न भिद्यते तस्य एषः अर्थः. यत्र पृथिवी इतरभेद अभावः न भिद्यते, भेदाभावः, तत् न गन्धवत्, तत्र गन्धाभावः इति. महोदय एकनिमिषं, यत्र पृथ्वीतरभेदः तत्रापि गन्धः नास्ति खलु? तथा न वदन्ति किन्तु, तथा न तत्र वाक्यं नास्ति खलु. तत् वाक्यं नास्ति अत्र आशा खलु इत्युक्ते अन्वयशैली वाक्यं तत्र भवितुं अत्र भवितुं नार्हति. सर्वदा अत्र व्यतिरेकशैली एव भवति. अतः पृथ्वी इतरभेदः अभावः पृथ्वीतरभेदः अभावः एव अस्ति. तत्र गन्धत्वमपि नास्ति. गन्धभावः तर्हि पृथिवी इतरभेद अभावः कुत्र अस्ति? पृथिवीं विहाय सर्वत्र अस्ति. आम् हलो. आमां सत्यम्. आम् तत्र सर्वत्र गन्धाभावः. आम् तर्हि गन्धः केवलं पृथिव्याम् इति आपतति. इति वक्तुम् इच्छन्ति. अस्तु. सो न तत् गन्धवत् यथा जलम् इत्युक्ते पृथिवी इतरेभ्यः न गन्धवत्, अतः यथा जलम् इति दृष्टान्तम्. अत्र पञ्चावयववाक्यानि अस्ति खलु, पञ्चावयववाक्यानि तादृशमस्ति. यत् इतरेभ्यः न भिद्यते इति प्रतिज्ञावाक्यं, न तद् गन्धवत् यथा जलम् इति प्रतिज्ञावाक्यं किं? प्रथमवाक्यं यत् इतरेभ्यः न भिद्यते, न तद् गन्धवत् जल यथा जलं हेतु वाक्यं. भगिनि प्रथमवाक्यं किम् आसीत्? पृथिवी इतरेभ्यो भिद्यते. पृथिवी इतरेभ्यो भिद्यते तत् प्रतिज्ञा वाक्यं. पृथिवी इतरेभ्यो भिद्यते गन्धवत्वात् तत् प्रतिज्ञावाक्यं. गन्धवत्वात् इति हेतुः, भिद्यते इति प्रतिज्ञा, गन्धवत्वात् हेतुः. उदाहरणं व्याप्तिवाक्यं, यत्र यत्र वह्निः तादृशवाक्यमस्ति. वाक्यद्वयं, यद् इतरेभ्यो न भिद्यते न तद् गन्धवत् यथा जलम्. यत्र पृथिवी इतरभेदः नास्ति, भेदाभावः अस्ति, न भिद्यते, भेदः नास्ति, भेदाभावः अस्ति, तत् न गन्धवत्, तत्र गन्धाभावः यथा जलम्. तत्र साक्षात् पञ्चाववाक्यं नास्ति, किन्तु वि केन् इण्टर्प्रिटेड् लैक् दट्. साक्षात् तथा नास्ति, वाक्यम् अधिकम् अस्ति. आमाम्. ओ अस्तु. प्रथमवाक्यमस्ति पृथिवी इतरेभ्यः भिद्यते गन्धवत्वा, तदेव प्रथमवाक्यं प्रतिज्ञावाक्यम्. अहं चिन्तितवती यदि यत् इतरेभ्यः न भिद्यते इति तत् साधु न व्याप्तिवाक्यं. व्याप्तिवाक्यम् अस्तु. यत्र यत्र यत्र पृथिवी इतरेभ्यः भेदः अभावः तत्र गन्धवत्वाभावः, गन्धाभावः, गन्धवत्वं गन्धः एव, गन्धाभावः. न तद् गन्धवत् यथा जलं तत् उदाहरणवाक्यं. न चे अच अयं तथा इति निगमनं. तस्मात् पूर्वं किम् आसीत्? तथा च अयं का स्मरति, का स्मरति? तथाचायम् इति परामर्शवाक्यं किल महोदय? एवं वा, तथाचायं तथाचायम् इति परामर्शवाक्यम् अस्तु, तर्हि तथा एव अस्ति अत्र, न च इयं तथा. कुत्र अस्ति परामर्शवाक्यमिति? 201 मध्ये अस्ति तथाचायमिति. तथाचाय उपनयः, उपनयनम् तस्मात् न तदा इति निगमनवाक्यं किल? न च इयम्, इयं का? इयं पृथिवी अस्ति. इयं पृथिवी तथा इत्युक्ते? तथा इत्युक्ते इतरेभ्यः, न न इतर पृथिवी इतर पृथिवी इतर न न कनेक्टेड् गन्धवत्वं, किन्तु कथमस्ति तथा इति न च इयं पृथिवी किं न गन्धवत्वात् गन्धवत्वात् इत्युक्ते न गन्धवत् गन्ध अभाव नास्ति, गन्ध अभाव नास्ति, आम् तर्हि गन्धाभाववती इति वक्तव्यं. न च इयं तथा, न च इयं पृथिवी, तथा इत्युक्ते गन्धाभाववती नास्ति. आम् आम् आम् सत्यं सत्यं. तस्मात् तस्मात् न तथा इति, न तथा तस्मात् इत्युक्ते तत्र तस्मात् पञ्चमी विभक्ति, तत्र तस्मात् इत्युक्ते गन्ध अभाव गन्ध अभाववात् न गन्ध अभाववात् न तथा इति. तत् पृथिवी किल महोदय, तत् इति पृथिवी एव किल, तस्मात् न तथा इत्यत्र तत् न तथा इत्युक्ते न न पृथिवी, नाट् पृथिवी, न पृथिवी, नाट् नाट् नाट् पृथिवी, पृथ्वी एव न पृथिवी इतरः, न पृथिवी इतरः अस्तु. यतोहि न च इयं, न च इयं पृथिवी न अभाव गन्धाभाववति, सत्यं पृथिवी न गन्धाभाववति, सत्यं गन्धवती एव अस्ति खलु, जानीमः न गन्धाभाववति. तस्मात् इयं पृथिवी न पृथिवी इतरः, पृथिवी एव. और पृथ्वी इतर भिन्नः इत्यन्ते, नॉट अदर देन पृथ्वी, तदपि सत्, बेटर टू से पृथ्वी एव, नॉट या आंग्लभाषायां नॉट अदर देन, न पृथ्वी इतरः. तस्मात् एषः, एषा, इया, इयं न पृथिवी इतरं, पृथिवी इतरा किम् इतरीय इतरा पृथिवी एव. इति आगच्छति, पृथिवी अस्ति इत्यस्मात् न गन्धाभाववति, तस्मात् न तथा, तस्मात् पृथिवी अस्ति इत्यस्मात् न गन्धाभाववति. वा न पृथिवीधरः इति द्वौ अपि भवितुमर्हति. न गन्धाभाववति इति वर्गे उक्तं, तस्मात् न तथा पृथ्वी इत्यस्मात् न गन्धाभाववति. खलु अग्रे अग्रिमवाक्यं पठतु लक्ष्मी भगिनी. अत्र अत्र यत् गन्धवत् तद् इतरभिन्नम् इति अन्वयदृष्टान्तः नास्ति. अत्र यत् गन्धवत् अस्ति, आम् यत् गन्धवत् अस्ति, यस्मिन् गन्धः अस्ति तत् इतरभिन्नम् इति अन्वयदृष्टान्तः नास्ति. अत्र पश्यतु, अत्र अन्वयवाक्यं कथं भवति? यत्र यत्र अन्वयवाक्यं या गन्धवती सा पृथिवी इति, यत्र यत्र गन्धवत्वं तत्र तत्र पृथिवीत्वं. यथा यथा यथा ओ यथा यद्यथा यथा इति तत्र दृष्टान्तः नास्ति. यथा उदाहरणं, यत्र यत्र धूमः तत्र तत्र वह्निः यथा पर्वतः इति भवितुमर्हति वा? न, अनुमितिस्थले पक्षभिन्नस्थले व्याप्तिः भवेत्. पर्वत इस् ओन्ली प्लेस्, केवलं तत्र तस्मिन् पक्षे तथा अस्ति चेत् अन्वयव्याप्त्यं न भवितुमर्हति. यतोहि महानसं यज्ञशाला तत्र व्याप्तिः दृष्टं, व्याप्तिः अस्ति वह्निधूमयोः, तदर्थम् अन्वयव्याप्तिवाक्यं वक्तुं शक्नुमः. यत्र यत्र धूमः तत्र वह्निः यथा महानसं, पर्वतो वह्निमान् धूमवत्वात् यथा महानसम्. अत्र तथा नास्ति. पृथिवी गङ्गवती यथा पृथिवी तथा न भवति. पक्षभिन्नस्थले तथा अन्तिमवाक्यं पठतु, पृथिवी मात्रस्य पक्षत्वात्. मात्र मात्र इति पदस्य अर्थद्वयं तत्र एव पक्षः अस्ति. गन्धवस्य गन्धत्वस्य अधिकरणं पृथ्वी एव अस्ति, अन्य किमपि नास्ति इति एकः अर्थः. अत्र अन्वयमात्र अत्र पूर्वम् अन्वय मात्रव्याप्ति, तत्र मात्रपदस्य को अर्थः? तत्र अन्वय अन्वयमेव व्याप्तिकं केवल इति अर्थः. मात्रपदस्य भिन्न एकः भिन्न अर्थः अपि अस्ति, निखिलम्. ओ निखिलं निखिल सकलम् अस्तु. सकल पृथिव्यां पृथिवी अत्र पृथिवी मात्रस्य इत्युक्ते सर्वत्र यत्र यत्र पृथिवी तत्र सः पक्षः. तर्हि पृथिवी भिन्नपक्षः नास्ति. यत्र गन्धवत्वं साधितुं शक्नुमः आल् द पृथिवी पक्षः हाव् दिस् गन्धवत्वं खलु. पृथिवी भिन्नस्थले पक्षभिन्नस्थले स्थलः एव नास्ति यत्र हेतुः अस्ति. अत्र हेतुः एकत्र एव अस्ति, अथवा सर्वेषु पृथिवी मात्र सर्वत्र सर्वेषु पृथिवी पदार्थेषु अस्ति, पक्षभिन्नस्थलः न. तदर्थम् अन्वयव्याप्तिवाक्यं न भवति, केवलव्यतिरेकीव्याप्तिः. अस्तु, अद् अवगतम्. आम्, केवलं व्यतिरेकिव्याप्तिः. वाक्यं वाक्यं कथं भवति? यत्र यत्र यत्र यत्र पृथ्वीतरेभ्यः अभावः भेदः अभावः, तत्र तत्र गन्धत्वाभावः, गन्धाभावः, गन्धाभावः. अस्तु, यत्र पृथिवीतरभेदाभावः तत्र गन्धाभावः. कमपि भगिनि? साधु. आं महोदय. वर्गे अस्मिन् अन्तिमपरिच्छेदे 30 निमिषं यावत् घटितं. मयैव द्विवारं श्रुतं. लेखनशैली किञ्चित् भिन्नः अस्ति किल, डबल् नेगेटिव् ट्रिपल् नेगेटिव् अपि. धूमभावभावः तत्र वन्यभावभावः कदा कदा अस्ति. नैयायिकानां लेखनभावः पृथ्वीतरभेदः भावः तत्र ट्रिपल् नेगेटिव् इति भासते इति भाति, किन्तु पृथ्वीतरः एकः पदार्थः, ओ पृथ्वीतरः भेदः अभावः इति पृथ्व्याः यदा पृथ्वीतरः वदामः तत्र पृथ्व्याः नास्तित्वं, पृथ्वीतरभेदः भेदः पृथ्वीतरेः मध्ये भेदः वा इतरेभ्यां मध्ये भेदः वा इति तत्र किं सूचयति पुनः? पृथ्वी अस्ति, पृथ्वीतरः पृथ्वीं विहाय अन्य किमपि पदार्थः, पृथ्वीतरभेदः तदेव अन्यत् पृथ्वीतरभेदः एव वदामः तत्र इतरेभ्यः मध्ये भेदः वा इति अहं पृथ्वीतर अदर् देन् पृथ्वी इति चिन्तयतु. नाट् अर्थ्, नाट् पृथ्वी. पृथ्वीतर भिन्नः, नाट् अदर् देन् अर्थ्, तस्य अभावः. महोदय, अभावः इति पदम् आनेतुं पूर्वमेव पृथ्वी इतरभेदः इति तत्रैव स्थगयामः. तत्र तत् किं तस्य पृथ्वी इतरभेदः कुत्र अस्ति? पृथ्वीं विहाय सर्वत्र अस्ति. पृथ्वी इतरभेदः पृथ्व्याम् अस्ति, पृथ्व्याम् अस्ति, केवलं पृथिव्याम्. आम् आम् तर्हि तादृशस्य अभावः पृथ्वीतरभेदस्य अभावः तर्हि न पृथिवी. पृथिवीं विहाय सर्वत्र अस्ति. पृथिवीतरभेदाभावः पृथिवीं विहाय सर्वत्र अस्ति. तेषु स्थलेषु गन्धाभावः. ओ अस्तु अस्तु, अधुना समीचीनम्. इत्युक्ते कथं चिन्तनीयम् इत्युक्ते पृथ्वीतरः एकः समस्तपदं, भेदाभावः इति अन्यसमस्तपदं, पृथ्वीतरः भेदस्य अभावः पृथ्वीं विहाय सर्वत्र अस्ति. अतः तत्र गन्धस्य अभावः अपि अस्ति. सत्यं, तदापि सम्यक् अस्ति. अस्माकं भाषायां वयं अवगच्छामः. यथा सत्यं, यथा तत्र भेदः पृथिव्याम् अस्ति, भेदाभावः सर्वत्र अस्ति. सत्यं, पितः भवत्या सम्यक् एव. Everybody understands in their own way. So, sambhya gaiva. Yad bhavati aptam sa sadhu eva. Astu? Tavadaka patita. Purum kim dushtam. Yad kim api sthulakshara hi likitam. Tasya vivaranam agra agachati eva. Asya api vivaranam agra agachati. किन्तु महोदयेन यद् उक्तं, महा यत् यद् वर्गे पठितं तत्सर्वं मया उक्तमेव. अस्तु, धन्यवादः, शुभरात्रिः. धन्यवादः महोदय, शुभरात्रिः. शुभरात्रिः भगिनि. शुभरात्रिः भगिनि. धन्यवादः.